रुद्रादित्यावतवो ये च साध्या विश्वेशिनौ मरुतश्चोष्मपाश्च गन्धर्वयक्षासुरसिद्धसङ्घा मिक्षन्ति त्वाम् विस्मिता शैव सर्वे रूपम् महत्ते बहुपत्र नेत्रम् महाबाहो बहुबाहूरुपादम् बहुदरम् बहुदम् श्राकरालम् दृष्ट्वा लोकः प्रप्यथिता सखाहम् नवस्पृशम् दीप्तमनेकवर्णम् व्याप्ताननम् दीप्तविशालनेत्रम् दृष्ट्वा हि त्वाम् प्रप्यथितान्तरात्मा धृतिम् न विन्दामि शमम् च विष्णो दंष्टाकरालानि च ते मुखानि दृष्टेव कालानलशन्निवानि दिशो न जाने न लवे च शर्म प्रसिद्ध देवेश जगन्निवास अमी च त्वम् धृतराष्ट्रस्य पुत्रा सर्वे सहैवावनिपालसङ्घैः भीष्मो द्रोण सुतपुत्रस्तथासौ सहस्वदीयैरपि योधमुख्यैः वक्त्राणि ते परमाणा विशन्ति दंष्ट्राकरालानि भयानकानि केचिद्विलग्ना दशनान्तरेषु सन्धिष्यन्ते चूर्णितैरुक्तमाङ्गैः यथा नदीनाम् बहवोऽम्बुवेगाः समुद्रमेवाभिमुखा रवन्ति तथा तवामी नरलोकवीरा विशन्ति पत्राण्यभिः ज्वलन्ति यथा प्रदीप्तम् ज्वलनम् पतङ्गा विशन्ति नाशाय समृद्ध वेगाः तथैव नाशाय विशन्ति लोका समापि वक्त्राणि समृद्ध वेगाः निहसे ग्रसमानः समन्तात् लोकान् समग्रान् वदने ज्वलद्भिः तेजोभिरापूर्य जगत् समग्रम् भासस्तभोग्रा प्रतपन्ति विष्णो आख्याहिमेको भवनुग्ररूपो नमस्तु ते देववर प्रसीद विज्ञातुमिच्छामि भवन्तमाद्यम् न हि प्रजानामि तव प्रवृत्तिम् श्रीभगवानुवाच कालोऽस्मि लोकक्षयकृत् प्रवृद्धो लोकान् समाहर्तुमिह प्रवृत्तः प्रीतेऽपि त्वाम् न भविष्यन्ति सर्वे यवस्थितः प्रत्यनिकेषु योधा तस्मात्तमुद्दिश्य यशो लभस्व जित्वा शत्रून् भुङ्क्ष्य राज्यम् समृद्धम् मयैवेते निहता पूर्वमेव निमित्तमात्रम् भव सत्यसाची द्रोणम् च भीष्मम् च जयद्रथम् च कर्णम् तथा ज्ञानपि योधवीरा मया हतम् त्वम् जहिमाव्यथिष्ठा युद्ध स्वजेतासि रणे सपत्ना सञ्जय उवाच एतत् श्रुत्वा वचनम् केशवस्य कृताञ्जलिर्वेप मनः किरीटि नमस्कृत्वा भूय एवाह कृष्णम् सगद्गदम् भीतभीत प्रणम्य अर्जुन उवाच काले ऋषिकेश तव प्रकीर्त्या जगत् प्रहिष्यत्यनुरज्यते च लक्षान्ति भीतानि दिशो द्रवन्ति सर्वे नमस्यन्ति च सिद्धसङ्घा कस्मच्च तेनाभिरन् महात्मन् वरीयसे ब्रह्मणोऽप्याधिकर्त्रे अनन्तदेवेश जगन्निवास त्वमक्षरम् सनसत्त परम् यत्मादिदेव पुरुष पुराण स्वस्य विश्वस्य परम् निधानम् वेत्तासि वेद्यं च परं च धाम त्वया ततं विश्वमनन्तरूप वायुर्यमोऽग्निर्वरुणशशाङ्कः प्रजापतिस्त्वं प्रपितामहश्च नम नमस्ते स्तु सहर्षकृत्यः पुनश्च भूयोऽपि नमो नमस्ते नमः पुरस्तादथ पृष्ठतस्ते नमस्तु ते सर्वत एव सर्व अनन्तविर्यामित विक्रमत्वम् सर्वं समाप्नोषि सतोषि सर्वः सखेति मत्वा प्रसभं यदुक्तम् हे कृष्ण हे यादव हे सखेति अजानता महिमानं त्वेदम् मया प्रमादत् प्रणयेन वापि यच्चा वहा सात्तमसत्कृतोऽसि विहारशय्यास्थलभोजनेषु एकोऽथ वाप्यच्युत तत्समक्षम् तत्श्यामये त्वामहम प्रमेयम् पीतासि लोकस्य च राजनस्य त्वमस्य पूजश्च गुरुर्गरीयान् न त्वत्समोऽस्याभ्यधिकः कृतोऽन्यो लोकत्रयेभ्यः प्रतिम प्रभावः